नमस्कारः. अस्माकं पाणिनीयवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति सार्वधातुकलकाराः अर्धधातुकलकाराः च इति विषयः अस्ति. किञ्चिदेव पुनस्मरणं कुर्मः. एतावता किं किम् अधीतम् इति चेत्, अत्र प्रथमतया सार्वधातुकलकाराः इत्युक्ते लट् लोट् लङ् विधिर्लिङ् इति लकाराः सार्वधातुकलकाराः. सार्वधातुकलकारेषु वैशिष्ट्यं किम् इति चेत्, धातु तिङ्प्रत्ययोः मध्ये गणनिमित्तिकविकरणप्रत्ययः अस्ति. गणनिमित्तिकविकरणप्रत्ययः किमर्थम् अस्ति इति चेत्, धातुना तिङ्प्रत्ययः दृश्यते इत्युक्ते विकरण इत्युक्ते क्रियापदनिर्माणकाले अत्र यानि सोपानानि सन्ति तेषु धातुना तिङ्प्रत्ययः साक्षात् दृश्यते इति कृत्वा गणनिमित्तिकविकरणप्रत्ययः आयाति सार्वधातुकलकारेषु इति ज्ञातवन्तः. तदनन्तरं तत्र कदा तत्र प्रत्ययः विधीयते इति चेत्, अत्र धातु इति प्रत्यय इति प्रकृतिः अस्ति, मूलरूपम् अस्ति धातुः. मूलरूपात् प्रत्ययः विधीयते, धातुतः प्रत्ययः विधीयते. तदर्थम् अत्र अधिकारसूत्रमस्ति धातोः इति अधिकारं. तृतीयाध्याये धातोः इत्यस्य अधिकारः अस्ति. तृतीयाध्याये एव तिङ्प्रत्ययः कृत् प्रत्ययः विधीयन्ते. तर्हि धातोः इति अधिकारसूत्रेण अवगम्यते यत् प्रकृतितः प्रत्ययः विधीयते. तर्हि प्रत्ययः प्रकृतितः विधीयते, प्रकृतेः अनन्तरं परश्च इत्यनेन प्रकृतेः अनन्तरं प्रत्ययः विधीयते. तर्हि आहत्य त्रीणि सूत्राणि सन्ति धातोः प्रत्ययः परश्च इति अधिकारसूत्राणि. तर्हि तृतीयाध्याये धातुतः एव प्रत्ययः विधीयते इति अवगम्यते. तर्हि कृत् प्रत्ययः भवतु तिङ्प्रत्ययः भवतु धातुतः विधीयते. तदनन्तरम् अङ्गं नाम किम् इति अपि ज्ञातम्. प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अस्ति अङ्गम्. प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अङ्गम्. तर्हि भूयोगः शप् योगः अति इत्यस्मिन् सन्दर्भे शप् इति प्रत्ययस्य कृते भू इति अङ्गम् अस्ति. तदनन्तरं तिङ् प्रत्ययस्य कृते भव इति अङ्गम् अस्ति. यतोहि भू इत्यस्य गुणः भूत्वा भो अनन्तरम् एचोयवायवः इति कृत्वा भव इति अङ्गमस्ति. तर्हि आहत्य प्रत्ययात् पूर्वं यः भागः अस्ति तस्य नाम अस्ति अङ्गम्. तर्हि अङ्गम् इति चिन्तनावसरे एव अत्र अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति अपि दृष्टं. तिङन्त प्रक्रियायाम् अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति भेदद्वयं वर्तते. कुत्र अदन्तम् अङ्गम् इति चेत्, धातुविक्रणप्रत्ययोः योजनानन्तरम् अङ्गस्य अन्ते ह्रस्व अकारः अस्ति चेत् अदन्तम् अङ्गम् इति वदामः. यत्र भुवादिगणे दिवादिगणे शुरादिगणे तुदादिगणे अङ्गम् अदन्तं भवति. यतोहि धातुविक्रणप्रत्ययोः मेलनानन्तरम् अङ्गस्य अन्ते ह्रस्व अकारः अस्ति. अन्येषु गणेषु यथा अदादिगणः जुहोत्यादिगणः स्वादिगणः रुदादिगणः तनादिगणः क्रियादिगणः तत्र सर्वत्र अङ्गम् अनदन्तम् इति भेदद्वयमस्ति. तदनन्तरं दशलकाराः सन्ति इति ज्ञातं. तेषु लट् लोट् लङ् विधिर्लिङ् एते लकाराः सार्वधातुकलकाराः, अवशिष्टलकाराः अर्धधातुकलकाराः. अर्धधातुकलकाराः इत्युक्ते यत्र धातुना तिङ्प्रत्ययः साक्षात् न दृश्यते. किमर्थमिति चेत् क्रियापदनिर्माणक्रमे धातुः तिङ्प्रत्ययोः मध्ये अन्यः प्रत्ययः अस्ति व्यवधानरूपेण, अतः धातुना तिङ्प्रत्ययः न दृश्यते इति अपि दृष्टम्. तत्र सार्वधातुकलकारस्य कृते अस्माकम् उदाहरणमासीत् अत्र वद्योगः लट् इदानीं लट् लकारस्य विवक्षा अस्ति, वद्योगः लट् इति अस्ति. तर्हि तत्र द्वितीयसोपाने लटः स्थाने तिङ् प्रत्ययः विधीयते. यतोहि लट् लकारस्य लस्य इत्यनेन तिङ् प्रत्ययः विधीयते. अधुना वद्योगः ति अत्र एव वयं वदामः धातुना तिङ् प्रत्ययः दृश्यते इति अत्र वदामः. यतोहि वद्योगः ति मध्ये किमपि नास्ति, धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति. अतः इदानीं सः तिङ् प्रत्ययः कीदृशः इति चेत् सार्वधातुकः अपि अस्ति. तिंश्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः अस्ति, अपि च कर्त्रार्थे अपि अस्ति. यतोहि कर्तरिप्रयोगः मम विवक्षा अस्ति, अतः कर्त्रार्थे अस्ति. अतः तत्र शप् इति विकरणप्रत्ययः मध्ये आयाति. इदानीं वद्योगः शप् योगः इति तदनन्तरं शपं निमित्तीकृत्य अङ्गकार्याणि भवन्ति. तत्र अ इति अवशिष्यते शप् प्रत्ययस्य. अ इति प्रत्ययं निमित्तीकृत्य वद् इति धातौ कार्याणि भवितुम् अर्हन्ति, परन्तु अत्र किमपि कार्यस्य प्रसक्तिः नास्ति, अतः वद्योगः अवद इति अङ्गं. पुनः तिङ् प्रत्ययं निमित्तीकृत्य कार्याणि भवितुम् अर्हन्ति अङ्गे. अत्रापि पुनः किमपि कार्यं नास्ति, अतः वदति इति रूपं निष्पन्नं भवति. तर्हि वयं पश्यामः क्रमेण अत्र प्रकृतेः अनन्तरं प्रत्ययः अस्ति, प्रत्ययं निमित्तीकृत्य अङ्गे कार्याणि भवन्ति, अतः प्रत्ययः एव कारणमस्ति कार्यं प्रति, निमित्तमस्ति कार्यं प्रति. तत्र शप् इति निमित्तमस्ति, वद् इति धातौ कार्यं प्रति, एवमेव तिङ् प्रत्ययः निमित्तमस्ति कार्यं प्रति. अतः तयोः कार्यकारणभावः अपि अस्ति इति तावत् अधीतम्. अधुना अग्रे अर्धधातुकलकारे तत्र चिन्तनं किं भवति इति पुनः एकवारं पश्यामः. अत्र अर्धधातुकलकारेषु विकरणप्रत्ययः किमर्थं नायाति इत्यत्र किञ्चित् पश्येम इति ततः आरभ्य पठामः. वासुदेवन् महोदय पठति वा? कुतः भवति अत्र मध्ये अस्ति खलु, तत्र वदति इति न वदति इति रूपम् अस्ति खलु, ततः तत् तस्य अनन्तरम् आर्धधातुकलकारः. आर्धधातुकलकारेषु विवरणप्रत्यये किमर्थं नायाति इत्यत्र किञ्चित् पश्येम. आर्धधातुकलकारः लृट् वद् योगं लृट् वद् योगस्य योगं लृट् वद् योगं स्यति वद् इ स्यति वदिष्यति. किमस्य द्विवचने क्रमे प्रथमं स्य प्रत्ययः आयाति. न तावद् वदतु लृट् लृट् योजनेन स्य आयाति. लिट् योजनेन लिट् इति इत्यस्य प्रत्ययस्य पूर्वं स्य आयाति. तत्कारणेन आर्धधातुकलकारः किमर्थं यतः वद् वद् वद् तिङ् प्रत्ययेन न दृश्यति न पश्यति. वद् तिङ् प्रत्ययेन तिङ् प्रत्ययेन यदा तयोः मध्ये स्य आयाति. वद् लृट् तयोः मध्ये स्य आयाति इति कारणेन न दृश्यति. तदा स्य वद् योगस्य योगः लृट् वद् योगः स्यति. तदनन्तरं से सेट् भवति अद् कारण तत्कारणेन ई आयाति वदिष्यति भवति. हा समीचीनं, धन्यवादः. सर्वे पश्यन्तु अत्र आर्धधातुकलकारेषु. महोदय म्यूट् करोतु. हा आर्धधातुकलकारेषु यथा अत्र लृट् इति उदाहरणमस्ति. लृट् लकारे अस्माकं विवक्षाधुना लृट् लकारः अस्ति. तर्हि वद् इति धातुः अस्ति, वद् इति धातुतः लृट् लकारः विधीयते. तर्हि लृट् लकारः अपि प्रत्ययः एव अस्ति, यतोहि यत्किमपि धातुतः विधीयते तस्य नाम अस्ति प्रत्ययः. अतः लृट् अपि प्रत्ययः अस्ति. तर्हि लृट् लकारः इदानीम् अस्ति इति कृत्वा अत्र वद्योगः लृट् अस्मिन् सन्दर्भे लृटः स्थाने तिङ् प्रत्ययः विधीयते वा, नो चेत् तत्र मध्ये स्य इति प्रत्ययः विधीयते वा इति प्रश्नः भवति. तत्र सार्वधातुकलकारेषु तत्र लटः स्थाने तिङ् प्रत्ययः आगतः द्वितीयसोपाने. अत्र द्वितीयसोपाने तत्र स्य प्रत्ययः आगच्छति वा नो चेत् तिङ् प्रत्ययः आगच्छति वा इति प्रश्ने सति अत्र स्य प्रत्ययः एव आगच्छति, यतोहि सः प्रत्ययः लृट् लकारं निमित्तीकृत्य विधीयते. लृट् लकारम् आश्रित्य विधीयते. अतः द्वितीयसोपाने तिङ् प्रत्ययः न विधीयते, स्य इति प्रत्ययः विधीयते धातुतः. अतः वद् योगः स्य योगः लृट् इति द्वितीयसोपानं. सर्वधातुकलकारेषु वद्योगः लट् द्वितीयसोपाने वद्योगः ति. वद्योगः ति इति अस्ति इति कृत्वा तत्र धातुना तिङ् प्रत्ययः दृश्यते, परन्तु अत्र वद्योगः स्य योगः लृट्. अधुना स्य इति प्रत्ययः अस्ति. तृतीयसोपाने अधुना लृटः स्थाने ति इति आगच्छति. लृटः स्थाने तिङ् प्रत्ययः अधुना वद् योगः स्यति इति अस्ति. अधुना वद् इति धातुः तिङ् प्रत्ययं न द्रष्टुं शक्यते यतोहि स्य इति प्रत्ययः मध्ये अस्ति. अतः वद् योगः स्यति. अधुना वद् इति धातुः अपि सेत् अस्ति. स्यति इति प्रत्ययः स्य इति प्रत्ययः सकारादिः, सकारादिप्रत्ययः तत्र वलादिः अस्ति. अतः अर्धधातुकसेड्वलादेः इति सूत्रेण फलादिप्रत्ययः अर्धधातुकप्रत्ययः अस्ति चेत् इडागमः भवति. अतः इ इति मध्ये आगच्छति. स्य इति प्रत्ययस्य इडागमः, इडागमः टित् अस्ति. अतः अद्यन्तौ टकितौ इत्यनेन आदौ आयाति. अतः वदिष्यति इति रूपं निष्पन्नम् अस्ति. खलु भगिनि, सार्वधातुके वद्योग श्रुप्योग इति अनन्तरं वद्धातु साक्षात् तिङ्प्रत्ययः न दृश्यते, मध्ये शप्रत्ययः अस्ति. अत्र मध्ये स्य प्रत्ययः अस्ति, किमर्थम्? एकक्षणं, सार्वधातुकलकारेषु शप्रत्ययः किमर्थम् प्रत्ययः किमर्थम् आगतः, कथम् आगतः? कर्तृशप् इति कारणेन. हा, तिङ् प्रत्ययः शप् इति प्रत्ययात् आगमनात् प्राक् तिङ् प्रत्ययः दृश्यते खलु. तदेव न न इत्युक्ते अत्र मुख्यभेदः कः इति चेत्, सार्वधातुकलकारेषु विकरणप्रत्ययः गणनिमित्तिकविकरणप्रत्ययः विधीयते. अर्धधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः न विद्यते. अत्र पश्यतु, वद्योगः स्ययोगः लृट् इति अस्ति. इदानीं वद्योगः स्यति इति अस्ति. इदानीं वद् इति तिङ् प्रत्ययं द्रष्टुं न शक्नोति, अतः अत्र कर्तरि शप् न आगन्तुं शक्नोति, यतोहि स्य इति मध्ये अस्ति. स एव मुख्यभेदः अस्ति. अर्धधातुकलकारेषु वद्योगः लट् इति अस्ति. इदानीं लटः स्थाने तिङ् प्रत्ययः, वद्योगः ति. इदानीं वद् इति धातुः तिङ् प्रत्ययं द्रष्टुं शक्यते, अतः एव विकरणप्रत्ययः शप् इति आगच्छति मध्ये. इदानीं शप् आगच्छति, इदानीं तिङ् प्रत्ययः न दृश्यते इति विषयः नास्ति. वद्योगः ति इत्यस्मिन् सन्दर्भे वद् इति धातुः तिङ् प्रत्ययं द्रष्टुं शक्यते इति कृत्वा एव तत्र शप् आगच्छति. अत्र तु अर्धधातुकलकारेषु स्य इति प्रत्ययः मध्ये अस्ति, वद्योगः स्यति इति अस्ति. अतः धातुना तिङ् प्रत्ययः न दृश्यते इति कृत्वा तत्र पुनः एकक्षणं वद्योगः स्यति इत्यस्मिन् तत्र धातुना तिङ् प्रत्ययः न दृश्यते इति कृत्वा तत्र शप् न आगच्छति. वद्योगः शप् योगः स्यति इति न भवितुम् अर्हति इति एव विषयः. इदानीं प्रश्नः कः? किम् वद्योगः ऋत् अर्धधातुकलकार अर्धधातुकप्रत्ययः, तत्रापि किं स्य प्रथमं भवति वा ऋत् प्रथमं भवति वा? लृट् एव प्रथमं भवति, स्य न भवितुम् अर्हति. स्य लृटं निमित्तीकृत्य भवति. अतः वद्योगः स्य इति नास्ति. स्य इति आगमनार्थं तत्र लृट् लकारः आवश्यकः. साक्षात् दृश्यते प्रथमं कुत्र, किं दृश्यते? वद्योगः लृट् लकारः दृश्यते वा न वा इति प्रश्नः नास्ति. तिङ् प्रत्ययः दृश्यते वा इति एव विषयः अस्ति. लकारः दृश्यते वा न वा इति विषयः नास्ति. लकारः सर्वत्र दृश्यते. सार्वधातुकलकारेषु अपि दृश्यते, अर्धधातुकलकारेषु अपि दृश्यते. परन्तु तिङ् प्रत्ययः दृश्यते वा इति प्रश्नः. अर्धधातुकलकारेषु तिङ् प्रत्ययः न दृश्यते. यथा अत्र पश्यामः, वद्योगः लृट् इति अस्ति. इदानीं लृटं निमित्तीकृत्य धातोः मध्ये स्य इति प्रत्ययः विधीयते. अतः वद्योगः स्य योगः लृट्. तृतीयसोपाने लृटः स्थाने तिङ् प्रत्ययः विद्यते. अधुना धातुना तिङ् प्रत्ययः न दृश्यते. किमर्थं? स्य इति प्रत्ययः अस्ति, अतः कर्तरि शप् आगन्तुं न शक्नोति. सार्वधातुकलकारेषु कर्तरि शप् आगन्तुं शक्नोति, अर्धधातुकलकारेषु कर्तरि शप् आगन्तुं न शक्नोति, यतोहि स्य इति व्यवधानम् अस्ति. बुद्धं वा? किं सर्वदा सर्वदा लिट् प्रत्ययं यदा लिट् प्रत्ययम् आयाति तस्य पूर्वं स्या आयाति स्या प्रथमम् आयाति इत्येव कारणं सत्यं स्य प्रत्ययं भवति लृट् आश्रित्य स्य प्रत्ययः भवति लृटमाश्रित्य स्य प्रत्ययः भवति इदानीं वद्योगः स्ययोगः लृट् अस्ति तृतीयसोपाने लृटः स्थाने तिङ् प्रत्ययः आयाति इत्युक्ते अत्र पश्यतु भगिनि अत्र भेदः कः सार्वधातुकलकारः अर्धधातुकलकारः भेदः कः इति चेत् सार्वधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः आयाति यथा कर्तरि शप् दिवादिभ्यः श्यन् अथवा हा एतादृशविकरणप्रत्ययः अर्धधातुकलकारेषु न आगन्तुं शक्नोति किमर्थम् इति चेत् अत्र पश्यतु वद्योगः स्ययोगः ति कर्तरीषप् इति सूत्रस्य निमित्तं किम् न कर्तरीषप् इति सूत्रस्य निमित्तं किम् इति चेत् सार्वधातुकप्रत्ययः कर्त्रार्थे सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् शप् प्रत्ययः भवति इदानीम् अत्र तिङ् इति प्रत्ययः अस्ति वद्योगः स्यति अत्र तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति तिङ्क्षित् सार्वधातुकम् इति सार्वधातुकप्रत्ययः अस्ति कर्त्रार्थे अपि अस्ति कर्त्रार्थे अपि अस्ति तर्हि अत्रापि शप् आगन्तुं शक्नोति वा इति चेत् अत्र सूत्रे किम् उक्तं कर्तरि शप् इति सूत्रे धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति चेत् शप् आगच्छति अत्र पश्यामः चेत् वद्योगः स्यति धातुः अस्ति धातोः साक्षात् अनन्तरं स्य इति प्रत्ययः अस्ति न तु तिङ् स्य इति अस्ति इति कृत्वा स्य इति प्रत्ययः सार्वधातुकः एव नास्ति तिङ्क्षित् भिन्नः अस्ति अतः अर्धधातुकप्रत्ययः अस्ति अर्धधातुकप्रत्ययः इति कृत्वा इदानीं कर्तरि शप् इति सूत्रस्य प्रसक्तिः एव नास्ति अतः एव वयं वदामः तत्र धातुना तिङ् प्रत्ययः न दृश्यते इति कृत्वा शप् न आगच्छति यस् येषु लकारेषु गणनिमित्तिकविकरणप्रत्ययः आगन्तुं शक्नोति सः लकारः सार्वधातुकलकारः येषु लकारेषु एतादृश व्यवस्था नास्ति सः लकारः अर्धधातुकलकारः अवगतं वा न किं बुद्धं वा न वा वदतु किम् अवगतम् वद्योगः लट् लट् भवति भवति चेत् तिङ् प्रत्ययः धातुतः तिङ् प्रत्ययः साक्षात् दृश्यते इति न क्रमेण वदतु क्रमेण वदतु वद्योगः लट् इति लकारः अस्ति मम वृक्षः लट् अस्ति ओके लट् लट् लकारः लट् लकारे ति इति प्रत्ययः लकारस्य वर्तमाने लट् इति कारणेन ति इति प्रत्ययः तिप् प्रत्ययः भवति न एकक्षणम् अत्र क्रमेण चिन्तयतु वद्योगः लट् इति अस्ति प्रथमतया लट् लकारः विधीयते इदानीं लटः स्थाने द्वितीयसोपाने तिङ् प्रत्ययः विधीयते अधुना तिङ् प्रत्ययः तिङ् प्रत्ययः अत्र वर्तमाने लट् इति कारणेन ति तिप् भवति पकारः लोपः उपदेश कारणेन ति इति अवशिष्यते तत्र धातुतः तिङ् प्रत्ययः भवति साक्षात् दृश्यते इति उक्तवती लस्य इति कारणे त्यति भवति तिङ् प्रत्ययः भवति तत्र कर्त्रि शप् इति सूत्रेण शप् प्रत्ययः भवति मध्ये किमर्थं भवति शप् प्रत्ययः किमर्थं भवति कारणं किं किमर्थम् इति कारणेन ऐ मीन् सार्वधातुककर्तृत्वे सार्वधातुके कर्तरि शप् इति वक्तव्यम् इति किल सम्पूर्णतया वदतु तत्र शब्दः प्रत्ययः किमर्थं हा वदतु धातुतः कर्तृत्वे शप् सार्वधातुके शप् कर्तरि शप् इति प्रत्ययः भवति तस्मात् वद्योगः ति इति सन्दर्भे तत्र शप् भवति वा? अत्र कर्तृत्वे शप् भवति. अत्र हा कर्तृत्वे शप् भवति. वद्योगः शप् योगः ति सत्यं. तत् तदेव तत्र अहं वदामि तत्र तस्मिन् समये धातुतः धातु तिङ् प्रत्ययः साक्षात् न दृश्यते, शप् एव दृश्यते. न शप् कथम् आगतं? कथम् आगतं तिङ् प्रत्ययः कारणेनैव आगतम्. तदनन्तरं शप् दृश्यते इति भिन्नविषयः अस्ति. सः विषयः अस्माकं तत्र अस्माकम् अवधानं नास्ति. अस्माकं विषयः कः इति चेत् तत्र तिङ् प्रत्ययः निमित्तीकृत्य एव शप् आगच्छति. तदनन्तरं शप् आगच्छति चेत् तत्र शप् दृश्यते, तत्तु समीचीनमेव. परन्तु शप् इति किमर्थम् आगन्तुं शक्नोति इति चेत् धातुतः साक्षात् तिङ् प्रत्ययः अस्ति. तदेव भिन्नरीत्या वदामः चेत् तत्र बालानां सुखबोधाय अहं वदामि धातुना तिङ् प्रत्ययः दृश्यते इति वदामि. तदेव सूत्ररूपेण चिन्तयामः चेत् कर्तरि शप् इति सूत्रस्य निमित्तं किं? कर्तार्थकसार्वधातुकप्रत्ययः धातोः परे अस्ति चेत् शप् प्रत्ययः विधीयते. अत्र वद्योगः ति इत्यस्मिन् सन्दर्भे वद् इति धातुः अस्ति, धातोः परे तिङ् प्रत्ययः अस्ति. सः प्रत्ययः कीदृशः इति चेत् सार्वधातुकः अस्ति, कर्त्रार्थे अपि अस्ति. अतः कर्तरि शप् इति सूत्रस्य निमित्तं पूरितम् इति कृत्वा शप् आगच्छति. तदेव अहं वदामि धातुना तिङ् प्रत्ययः दृश्यते इत्यस्य अर्थः कः? निमित्तं कृत्वा एव शप् आयाति. सत्यं. यदि धातु वद् योगः स्य योगः ति इति अस्ति चेत् इदानीं शप् इति सूत्रस्य निमित्तं न पूरितम्, यतोहि धातुतः साक्षात् सार्वधातुकप्रत्ययः एव नास्ति. स्य इति प्रत्ययः अर्धधातुकः अस्ति, अतः कर्तृशप् आगन्तुं न शक्नोति. कर्तृशप् इति सूत्रस्य निमित्तं तु सार्वधातुकप्रत्ययः कर्त्रार्थे भवेत्. अत्र स्य इति प्रत्ययः सार्वधातुकः एव नास्ति, अर्धधातुकः अस्ति, अतः शप् एव आगन्तुं न शक्नोति इति एव विषयः अस्ति. बुद्धं वा? अस्तु, सर्वैः बुद्धं वा? अत्र विजयं भगिनी वदति वा एकवारम्? वदामि. अत्र अस्माकं विवक्षा अस्ति प्रथमविभक्तौ वर्तमानकाले विवक्षा अस्ति. वद् इति धातुतः लट् इति प्रत्ययः विधीयते. अत्र वद् च लट् मध्ये साक्षात् वद् लट् लकारः साक्षात् द्रष्टुं शक्यते इति कारणेन अत्र कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति. तत्कारणं वद् योगः ति इत्यस्य मध्ये शप् इति विकरणप्रत्ययः विधीयते. शप् इत्यस्य अनुबन्धानां लोपः कृत्वा अकारः अवशिष्यते, वदति इति रूपं निष्पद्यते. तद्वत् इदानीं आर्धधातुकलकारः लकारे किं भवति इति दृष्ट्वा चेत् तत्र वद् इदानीम् अस्माकं विवक्षा अस्ति लिट् लकारस्य. तत्र वद् योगः लिट् इति कुर्मश्चेत् लिट् लकारस्य पुरतः स्य इति आर्धधातुकप्रत्ययः सर्वदा आयाति, गणनिमित्तिकं नास्ति. सर्वे गणेषु स्य इति लिट् लकारस्य पुरतः आर्धधातुकप्रत्ययः आयाति. तत्कारणं वद् लिट् इत्यस्य वद् लिट् लकारस्य तिङ् प्रत्ययः वद् द्रष्टुं न शक्नोति, साक्षात् द्रष्टुं न शक्नोति. मध्यस्य इति आर्धधातुकप्रत्यय आगच्छति इति कारणेन तिङ्प्रत्यय द्रष्टुं न शक्नोति. अनन्तरं अत्र इडागमः भवति. सूत्रस्य विवरणं पुनरेकवारं विस्मृतवती. आर्धधातुके सेट् बलादेः इति सूत्रम् तत्र इडागमः आगच्छति. तत्कारणं वद् योगः इ योगः स्यति इति भवति. अनन्तरं वदिष्यति इति रूपं निष्पद्यते. बहु समीचीनं भगिनि, समीचीनम् इत्युक्ते एतादृशभेदस्य कः लाभः? आर्धधातुकलकारः सार्वधातुकलकारः एतादृशविभजनस्य लाभः कः इति चेत्, यदि वयं जानीमः कुत्र विकरण कुत्र कीदृशविकरणप्रत्ययः आयाति इति वयं स्पष्टतया जानीमः चेत् तत्र प्रक्रिया सुलभा भवति खलु. आर्धधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः आयाति इति कृत्वा अस्माकं प्रश्नः सर्वदा भवति धातुः कस्मिन् गणे अस्ति इति प्रश्नः भवति. परन्तु आर्धधातुकलकारेषु तादृशप्रश्नः नास्ति, यतोहि आर्धधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः आगन्तुं न शक्नोति, यतोहि धातुना तिङ्प्रत्ययः न दृश्यते. अतः तत्र सर्वत्र आर्धधातुकलकारेषु इडागमचिन्तनं भवति. एतादृशस्पष्टतया अस्माकं मनसि विभजनम् अस्ति चेत् सुलभतया वयं प्रक्रियां साधयितुं शक्नुमः. सार्वधातुकलकारः अस्ति चेत् तत्र सुलभतया अस्तु अत्र केवलं तत्र लकारनिमित्तिकविकरणप्रत्ययः आयाति, गणनिमित्तिकविकरणप्रत्ययः न आयाति, अत्र केवलम् इडागमचिन्तनं भवति, न तु धातुः कस्मिन् गणे इति. एतादृशस्पष्टतया विभजनम् अस्ति चेत् सुलभतया प्रक्रियां साधयितुं शक्नुमः इत्येव विषयः. परन्तु एतत् सर्वं प्रथमगणसमूहस्य कृते एव, द्वितीयगणसमूहस्य कृते तु अन्यत् किमपि भवति खलु. तत्र द्वितीयगणसमूहस्य तत्र उ इति आर्धधातुकप्रत्ययः आयाति खलु. तेन किं भवति? तेन किमपि नास्ति. उ इति आर्धधातुकप्रत्ययः भवतु, तत्रापि धातुना तिङ्प्रत्ययः दृश्यते चेदेव उ भवति. तत्रापि समानमेव, न कोऽपि भेदः. प्रथमगणसमूहः द्वितीयगणसमूहः इति किमपि नास्ति. सर्वत्र एतादृशमेव. सार्वधातुकलकारः वा आर्धधातुकलकारः वा, सार्वधातुकलकारः अस्ति चेत् दशानां गणानाम् अपि समानं चिन्तनं, धातुः कस्मिन् गणे अस्ति इति विचिन्त्य विकरणप्रत्ययः विधीयते. अस्तु अस्तु, अग्रे अग्रे पठेम. इतोपि पठामः चेत् स्पष्टं भवति इति चिन्तयामि. अरविन्द महोदय पठति वा? कुत्रता भवति? उपरितनक्रमे प्रथमं स्य प्रत्ययः आयाति. उपरितनक्रमे प्रथमं स्य प्रत्ययः आयाति, तदा एव ति आयाति. तत्र धातु ति इत्यनयोः मध्ये स्य अस्ति इति कारणेन धातुना ति न दृश्यते. वत् योगस्यति मध्ये स्य अस्ति, अतः बाधा अस्ति, व्यवधानम् अस्ति. धातु तिङ् प्रत्ययं ति द्रष्टुं न शक्नोति, धातु केवलं स्य पश्यति. धातुना त्रिङ् प्रत्ययः ति न दृश्यते इति कारणतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. यदा हि ति दृश्यते तदा हि कर्तरि शप्, अतः मध्ये विकरणप्रत्ययः न आयाति. विकरणप्रत्ययः न विहितः इति कारणेन गणीयविचारः न अपेक्षितः. धातुः यस्मिन् कस्मिन् अपि गणे भवतु, कार्यं समानमेव. अतः आर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितम्. किन्तु आर्धधातुकलकारेषु अन्यत् कार्यम् अस्ति. पश्यन्तु रूपं कथम् अस्ति, वदिष्यति इति. अत्र मध्ये इकारः आगतः अस्ति, वत् ईष्यति. यद्यपि अर्धधातुलकारेषु गणीयविचारः न अपेक्षितः, किन्तु इडागमस्य विचारः अपेक्षितः एव. स च विषयः अग्रे आयास्यति. एवम् अर्धलकारेषु प्रक्रिया दत्तमस्ति धातुतः तिङ्प्रत्ययः न दृश्यते स्या इत्यस्य व्यवधानम् अस्ति इति कृत्वा तत्कारणेन गणनिमित्तीकृत्य शप् न आयाति अर्धधातुकलकारेषु तत्कारणेन धातुनः अन्यकार्यं भवति ईडागम इति धातु लकार धातुप्रत्ययो गुणकारणेन इडागम आयातुं वा न इति कारणम् अपि चिन्तनीयम् अर्धलकारेषु किन्तु सर्वधातुलकारेषु इडागमस्य चिन्तना नास्ति. हा अत्र किमर्थं कर्तरि शप् इति इत्यस्य प्रसक्तिः नास्ति? अङ्गरूपी धातु तिङ्प्रत्ययं दृश्य न दृश्यते स्या इति व्यवधानम् अस्ति इति कृत्वा लट् लट् लोट् लङ् विधिलिङ् एते चतुर्षु लकारेषु लट् विधानानन्तरं कोऽपि व्यवधानविधायकसूत्रं नास्ति इति कृत्वा तेषु चतुर्षु लकारेषु एव शप् विधीयते गणनिमित्तीकृत्य चिन्तनमपि शक्तुं कर्तुं शक्यते किन्तु चतुर्षु लकारेषु अन्य षड् लकारेषु लकारस्य विधान विवक्षानुगुणलकारस्य विधान अनन्तरं प्रथमं व्यवधानविधायकसूत्रमस्ति कृत्वा लट् लस्य न भवति तिङ् रूपम् अपि न प्राप्नोति मध्ये यस्य कोऽपि सूत्रविधायक अर्धधातुलकार आयाति कृत्वा तिङ् न दृश्यते अर्धधातुलकारेषु. सत्यं सत्यं बहु समीचीनं तथैव अस्ति. अत्र कोऽपि प्रश्नः अस्ति वा? न भगिनि. हा अस्तु अस्तु तर्हि अग्रे सरेम भाषणः नास्ति चेत्. जयलक्ष्मी भगिनी अग्रे पठति वा? आं भगिनी पठिष्यामि. सार्वधातुकलकारः अस्ति चेत् धातुविकरणयोः अङ्गं भवति तच्च अङ्गम् अदन्तम् अनदन्तं वा इत्युक्तम्. अस्मिन् पाठे सार्वधातुकलकाराः लट् लोट् लङ् विधिलिङ् परिशीलयिष्यन्ते यत्र अङ्गम् अदन्तम् अस्ति. अङ्गम् अदन्तं केषु गणेषु? भ्वादिगणे, दिवादिगणे, तुदादिगणे, चिरादिगणे च. यतः येषां चतुर्णां गणानाम् अङ्गम् अदन्तम् अतः येषां सिद्धतिङ्प्रत्ययाः समानाः. अस्य पाठस्य तृतीय अध्याये चतुर्थ अध्याये च एते सिद्धतिङ्प्रत्ययाः निष्पन्नाः भवन्ति. अदन्तम् अङ्गं योग सिद्धतिङ्प्रत्ययः तिङन्तं पदं क्रियापदम् इति. यथा वद् योग शप् वद् योग आ वद इति अदन्तम् अङ्गं. तिप् तिप् पकारस्य इत्संज्ञा लोपश्च ति इति सिद्धप्रत्ययः सिद्धतिङ्प्रत्ययः. वद योगति वदति इति तिङन्तपदं. तथैव वदयोगतः वदतः वदयोग अन्ति वदन्ति इति. आहत्य भ्वादिगणे, दिवादिगणे, तुदादिगणे, चिरादिगणे च सप्तशताधिक एकसहस्रं धातवः सन्ति. एवं च अस्मिन् पाठे कण्ठस्थीकरणेन विना सप्तशताधिक एकसहस्रं धातूनां लट् लोट् लङ् विथिलिङ् इत्येषां तिङन्तरूपाणि ज्ञास्यन्ते. अत्र अस्ति मातुः पाठस्य वैलक्ष्यं वैलक्षण्यं क्षम्यताम्. अत्र अग्रिमवाक्यद्वयमपि पठित्वा वदतु. अस्तु भगिनि. एवञ्च दीक्षितपुष्पायाः पाणिनीयधातुपाठ अत्यन्तं शक्तिशाली. कश्चन बोधो अस्ति चेत् बहूनि क्रियापदरूपाणि ज्ञातुं शक्नुमः. अग्रे अङ्गं कथं निष्पद्यते तिङ्प्रत्ययाः कथं साधनीयाः अपि च अङ्गतिङ्प्रत्ययोः मेलनं कथं कार्यते इत्येषु विषयेषु चर्चयिष्यामः. अत्र अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति वयं पूर्वमेव उक्तं. यत्र धातुविकरणप्रत्ययोः योजनानन्तरम् अन्तिमपदम् आ इति चेत् अदन्तम् इति अपि आ इति आ न चेत् अनदन्तम् अङ्गम् इति अपि वक्तुं शक्यते. अस्मिन् पाठे सार्वधातुकलकारः लट् लोट् लङ् विथिलिङ् तस्मिन् विषये एव अत्र चर्चा कुर्यात्. अदन्तम् अङ्गविषये लट् लोट् लङ् विथिलिङ् एतेषु लकारेषु अदन्तम् अङ्गस्य विषयः वयं परिशीलयामः. अपि च अदन्तम् अङ्गम् अस्ति चेत् तस्य विशेषः किम् इति चेत् सर्वेषां सिद्धप्तिङ् प्रत्ययाः समानाः भवन्ति. तदेव कारणात् सर्वेषां भ्वादि दिवादि तुदादि चुरादिगणे च सप्तशतम् अधिकसहस्रधातवः एतेषां सर्वेषां रूपं समानरूपं भवति इति प्रत्येकतः अस्ति. समानरूपं नास्ति, समान प्रक्रिया. समानप्रक्रिया अस्ति. लट् लोट् लङ् विथिलिङि च समानप्रक्रिया भवति. तदर्थम् एकरूपं ज्ञास्यते चेत् सर्वेषां धातूनां लट् लोट् लङ् विथिलिङ् रूपाणि ऊहयितुं शक्यते इति सारांशः. अस्तु अग्रिमं भगिनी, मम एकः संशयः. कथं वयं जानीमः यदि भुवादिगणे भवति वा न? किं धातुः वा? हा, धातुः. धातुपाठं दृष्ट्वा, धातुपाठः दृष्ट्वा तद् दृष्ट्वा एव सत्यं. नो चेत् धातुपाठः भवतः मनसि अस्ति चेत् भवान् ज्ञातुं शक्नोति. पूर्वस्मिन् काले तत्र धातुपाठं कण्ठस्थीक्रियते खलु, धातुपाठः कण्ठस्थीक्रियते पूर्वस्मिन् काले. अद्यत्वे नास्ति, अतः वयं किं कुर्मः, धातुपाठं दृष्ट्वा अवगच्छामः. अन्तिमपरिच्छेदे एतत् वदति पाणिनिना अष्टाध्यायी पुस्तके एतादृशस्य विभजनं नास्ति. सार्वधातुकलकाराः अर्धधातुकलकाराः इति विभजनं नास्ति. सर्वे गणाः, सर्वे क्रियाः एकस्मिन्नेव दृश्यते. किन्तु मात्रा एव एतादृशं विभजनं कृत्वा एतादृशं क्रियापदरूपाणि विभजनं कृत्वा तस्य रूपाणि अपि सरलतया ज्ञातुं यथा शक्यते तथा कृतवती इति उक्तम्. अस्तु, समीचीनं भगिनि. इत्युक्ते अत्र पश्यामः चेत् सार्वधातुकलकारेषु एव अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इत्यस्य महत्त्वं वर्तते. आर्धधातुकलकारेषु अदन्तम् अङ्गं वा अनदन्तम् अङ्गं वा इत्यस्य महत्त्वं नास्ति, प्राधान्यं नास्ति. किमर्थं, कोऽपि वदति वा किमर्थं सार्वधातुकलकारेषु एव अदन्तम् अङ्गं वा अनदन्तम् अङ्गं वा इति चिन्तनमस्ति? गणनिमित्तीकृत्य विकर्णप्रत्ययः न आयाति अतः एव. न, तत्तु अस्ति, परन्तु तत्र गणनिमित्तिकविकरणप्रत्ययः आयाति इति कृत्वा अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति विभजनं नास्ति खलु. किमर्थं सार्वधातुकलकारेषु अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति चिन्तनम् अस्ति, अर्धधातुकलकारेषु तादृशचिन्तनं नास्ति? प्रक्रिया समानम् अदन्तम् अङ्गं चेत्, अनदन्तम् अङ्गं चेत् प्रक्रिया भिन्नप्रक्रिया समानम्. कुत्र कुत्र कुत्र प्रक्रियाभेदः? अदन्त अनदन्त अङ्गं चेत् एव. न, तादृशभेदः कुत्र अस्ति, कीदृशकार्ये? भगिनि, अहं वदामि. वदतु. अदन्त अङ्गं चेत् प्रक्रिया वयं पठामः न समासे, अदङ्गं चेत् अत्र भवति, अनदङ्गं चेत् न, एते सूत्राणि न वर्तते प्रवर्तते, एषां वयं पठामः. अदन्तं चेत् उन् अदन्तं चेत् उन् एव सर्टन् प्रक्रियाः भवन्ति. सत्यं न समासे पञ्चम्य, हा समासस्य विषयम् इदानीं मास्तु, इदानीं मास्तु. लकारेषु एव अङ्गमदन्तं भवितुं शक्यं, तस्मादेव सावधान्तलकारेषु एव अदन्तम् अङ्गं आर्धधातुकलकारेषु अपि अङ्गम् अदन्तं भवितुम् अर्हति, परन्तु वदतु. प्रथमतया प्रक्रियासमये धातुविकरणयोजनेन यस्मिन् अङ्गे अत् अन्तिम स्वरः भवति तत् अदन्तम् अङ्गम् इति कथ्यते. अदन्तम् अङ्गं गणचतुर् फोर् गणासिकं द्वादिगणे शप् कारणात् अ आयाति, दिवादिगणे भगिनि तद् अवगच्छ, सर्वे अवगच्छन्ति तत्र अदन्तमङ्गं कुत्र अनदन्तमङ्गं कुत्र इति सर्वे अवगच्छन्ति, परन्तु किमर्थम् एतादृशविभजनम् अस्ति, किमर्थम् अदन्तमङ्गम् इति चिन्तनम् अस्ति, अनदन्तमङ्गम् इति चिन्तनं सार्वधातुकलकारेषु अस्ति, अर्धधातुकलकारेषु अस्ति? प्रक्रिया तदनन्तरं अग्रिमस्तरे लकार प्रत्ययः भिन्नः अस्ति अदन्ताङ्गम् अनदन्त अङ्गम् इति, अतः एव समूहः बहु मुख्यम् अस्ति. सत्यं सत्यं, हा इत्युक्ते अत्र पश्यन्तु, तत्र शप् सार्वधातुकलकारेषु गणनिमित्तिकविकरणप्रत्ययः शप् शन् इत्यादयः आयान्ति इति जानीमः, परन्तु ततः अग्रे विकरणप्रत्ययस्य योजनानन्तरं धातुः विकरणप्रत्ययः वद वद इति अङ्गमस्ति, विकरणप्रत्ययस्य योजनानन्तरं वद इति अङ्गमस्ति, तस्मिन् सन्दर्भे अङ्गम् अदन्तं वा अनदन्तं वा इति एतादृशविभजनं सार्वधातुकलकारेषु महत्त्वपूर्णम् अस्ति. किमर्थम् इति चेत् अङ्गम् अदन्तम् अस्ति चेत् सिद्धप्रत्ययः सिद्धतिङ् प्रत्ययः भिन्नः भवति, अनदन्तम् अस्ति चेत् भिन्नसिद्धतिङ् प्रत्ययः भवति, इत्युक्ते सर्वत्र भेदः इति नास्ति, कुत्रचित् भेदः भवितुम् अर्हति, अतः एतादृशविभजनम्. उदाहरणार्थं लोट् लकारे इदानीं वद् वद इति अङ्गं वद वद् योगः शप् योगः हि इति प्रत्ययः अस्ति लोट् लकारे मध्यमपुरुषे एकवचने हि इति प्रत्ययः अस्ति तिङ् प्रत्ययः. हि इति प्रत्ययः कथम् आगतः इति इदानीं चिन्ता मास्तु. वद् योगः शप् योगः हि, इदानीं वद शप् योजनानन्तरं वद इति अङ्गम् अस्ति, वद इति अङ्गम् अदन्तम् अस्ति, वद योगः हि, इदानीं वयं जानीमः सर्वे वयं जानीमः तत्र लोट् लकारे मध्यमपुरुषे एकवचने रूपमस्ति वद इति रूपम्, अत्र वद योगः हि. इदानीम् अत्र चिन्तनं भवति अङ्गम् अदन्तं वा अनदन्तं वा इति चिन्तनम्. अङ्गम् अदन्तम् अस्ति चेत् हि इति प्रत्ययस्य लुक् भवति, हि इति प्रत्ययस्य लोपः भवति, अतः वद इति रूपं निष्पन्नं भवति. परन्तु शक् इति धातुः अस्ति, स्वादिगणे अस्ति, तर्हि शक् योगः श्नु इति प्रत्ययः, तर्हि शक् योगः नु, नु इति अवशिष्यते, अतः शक् योगः नु, शक् योगः नु योगः हि. इदानीं शक्नु इति अङ्गं, शक्नु इति अङ्गम् अनदन्तम् अस्ति, यतोहि शक्नु इत्यस्य अन्ते ह्रस्व अकारः नास्ति, उकारः अस्ति शक्नु इति, अतः अङ्गम् अनदन्तम् इति कृत्वा हि इति प्रत्ययस्य लोपः न भवति, अतः शक्नुहि इति रूपम्। एतादृशभेदः प्रत्ययस्तरे, तिङ् प्रत्ययस्तरे भेदः भवति। तादृशसूत्राणि सन्ति, अङ्गम् अदन्तम् अस्ति चेत् एतादृशकार्यम्, अङ्गम् अनदन्तम् अस्ति चेत् एतादृशकार्यम् इति एतादृशसूत्रविभजनम् अस्ति इति कृत्वा एव सरधातुकलकारेषु अङ्गम् अदन्तं वा अनदन्तं वा इति विभजनं भवति। अर्धधातुकलकारेषु एतादृशविभजनं नास्ति, यतोहि तिङ् प्रत्ययस्य स्थाने तादृश किमपि अन्यप्रत्ययः न विधीयते, अन्यकार्यं नास्ति। अतः एतादृशविभजनं केवलं सरधातुकलकारेषु एव महत्त्वपूर्ण पूर्णम् अस्ति, यतोहि सिद्धतिङ् प्रत्ययः भिद्यन्ते। अवगतं खलु? तर्हि अपि च एतादृशविभजनेन वयं सुलभतया वयं रूपाणि साधयितुं शक्नुमः, इत्युक्ते तत्र चुरादि द्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे वयं जानीमः उपद्विसहस्रं धातवः सन्ति पाणिनीयधातुपाठे, उपद्विसहस्रं धातवः सन्ति। तेषु 700+1000 धातवः तु द्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे सन्ति। एतेषां सर्वेषां रूपाणि वयं सुलभतया साधयितुं शक्नुमः एतादृश प्रक्रियाम् अनुसृत्य। अतः एव माता पुष्पादीक्षित् महोदयाः प्रक्रिया अत्यन्तं शक्तिशाली अस्ति, यतोहि सुलभतया प्रक्रियां साधयितुं शक्नुमः। तर्हि अस्माकम् इदानीम् अग्रे अस्माकं लक्ष्यं किम् इति चेत्, सार्वधातुकलकारेषु प्रथमं द्वादिगणे, तदनन्तरं दिवादिगणः, तुदादिगणः, चुरादिगणः इत्येतेषां सर्वेषां लट् लोट् लङ् विधि लिङ् रूपाणि साधनीयानि इति अस्माकं लक्ष्यम् अस्तु। अत्र पाठः समाप्तः, तर्हि एतस्मिन् विषये एव इतोपि अधिकं चिन्तनम् अग्रिमपाठे भविष्यति। तर्हि अग्रिमपाठं प्रति गच्छामः। सरदत्तकलकारः, अर्धदत्तकलकारः च अधिकचिन्तनम् इति अस्ति। अस्मिन् करपत्रे इतोपि अस्ति, एतत् पठामः चेत् अस्माकं मनसि ज्ञानं दृढं भवति। अस्तु अस्तु, विनयमहोदय पठति वा? आं भगिनि, सार्वधातुक् लकारः आर्धातुक् लकारः च अधिकचिन्तनम्। अहं करपत्रे पठामि। प्रथमः सार्वधातुकम् आर्धातुकम् इति भगिनि एकनिमिषं, कुत्र अस्ति? अहं प्रेषितवती भगिनि, द्वितीयं करपत्रं मम ई पत्रे अस्ति। ओ पाठः पश्यतु, महोदय पठतु। सार्वधातुकम् आर्धधातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं, नामकरणं भवति द्वाभ्यां संज्ञासूत्राभ्याम्। तिंशित् सार्वधातुकम् आर्धधातुकं शेषः। प्रत्ययः सार्वधातुकम्, तिंशित् सार्वधातुकम् इति सूत्रं, यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् नावश्यक, स च प्रत्ययः आर्धातुकः, आर्धातुकं शेषः सूत्रम्। सार्वधातुकलकारः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्तृक सार्वधातुकप्रत्ययः साक्षात् दृश्यते, तस्मिन् लकारे कर्तृशप् इत्यनेन शप् विधीयते। कुत्र भवान् पठन् कुत्र पठति भवान्? करपत्रं पठामि, परन्तु कम्प्यूटर् लेट् मी ओपन् दि कम्प्यूटर् वन् सेकेण्ड्। Bhagini, I can't locate. Is it a document or on the website? वेब्सैट् मध्ये एव अस्ति भगिनि, अत्र 0404 अहं जानामि क्लेश कुत्र अस्ति, अतः अस्तु अस्तु, चिन्ता नास्ति. प्राप्तं वा इदानीम् अत्र? क्षम्यतां, पठितुं शक्नोति वा? सार्धातुकम् आर्धातुकम् इति नामद्वयं कुतः आगतम्? अष्टाध्यायां च द्वयोः नाम्नः कीदृशव्यवहारः? सार्धातुकम् आर्धातुकम् इति नामद्वयं वस्तुतः पाणिनिना एव दत्तं, नामकरणं भवति द्वाभ्यां संज्ञा सूत्रभ्याम्. तिंशित् सार्धातुकम् सूत्रसङ्ख्या, आर्धातुकं शेषः अन्यसूत्रसङ्ख्या. इमे द्वे नाम्नि केषां भवतः? इमे द्वे नाम्नि केषां भवतः? महोदय तावद् वदतु. सार्धातुकम् आर्धातुकं नामद्वयं कुतः आगतं प्रश्न उदेति. सार्धातुकम् आर्धातुकं नाम पाणिनिना एव दत्तं, परन्तु कुतः भिन्नतः स्पष्टतया कृतम्? पुष्पीयप्रणाली आधारेण भिन्नतः स्पष्टतः कृतवन्तः. इमे तिंशित् सार्धातुकं तिंशित् सार्धातुकं प्रत्ययस्य महत्त्वं वयं जानीमः. आर्धातुकं शेषः प्रत्ययः यत्र तिंशित् प्रत्ययः नास्ति, तिङ् नास्ति अपि च षित् नास्ति. आर्धातुकं प्रत्ययः शेषः भवन्ति. समीचीनं, सम्यक्. तर्हि अत्र सार्वधातुकम् आर्धधातुकम् इति तु अष्टाध्यायमेव अस्ति. सार्वधातुकम् आर्धधातुकम् इति अष्टाध्यायम् एव अस्ति. सार्वधातुकलकारः आर्धधातुकलकारः तु अष्टाध्यायं नास्ति. सार्वधातुकम् अर्धधातुकम् इति संज्ञासूत्रमस्ति. तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकम् इत्यस्य नामकरणं कस्य अस्ति? वसन्ति भगिनी वदतु. वसन्ति भगिनी, अस्तु, ललिता भगिनी. वदतु, कस्य नामकरणमस्ति सार्वधातुकम् इति? तिंशित् सार्वधातुकम् इति सूत्रं. हा, सत्यं. सार्वधातुकम् इति कस्य नामकरणमस्ति? हा, प्रत्ययस्य नामकरणम् इति मनसि स्पष्टतया भवेत्. तत्र सार्वधातुकम् इति नामकरणं धातोः नामकरणं नास्ति, लकारस्य नामकरणं नास्ति, परन्तु प्रत्ययस्य नामकरणम् अस्ति. सार्वधातुकम् इति वदामः चेत् प्रत्ययः इति अवबुध्यते. सार्वधातुकप्रत्ययः कीदृशप्रत्ययः? सार्वधातुकप्रत्ययः इति चेत् तिङ् प्रत्ययः, अथवा यः प्रत्ययः षित् अस्ति. षित् इत्यस्य अर्थः कः? प्रत्ययः आदौ शकारं भवति. आदौ इति नास्ति, प्रत्ययस्य इत्तु षित् इत्यस्य विग्रहवाक्यं किं भवति? शकारः इत् यस्य सः. कीदृशसमासः? बहूपि. बहुव्रीहिः समासः अस्ति. षित् इति वदामः चेत् कस्य उल्लेखः अस्ति? शकारः इत् यस्य सः इति अस्ति. षित् इति कस्य उल्लेखः अस्ति? कस्य विशेषणम् अस्ति? प्रत्ययस्य. षित् इति वदामि चेत् षित् इति विशेषणमस्ति, प्रत्ययः इत्यस्य विशेषणमस्ति. अतः बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् अस्ति. अतः षित् इति वदामः चेत् प्रत्ययस्य उल्लेखः अस्ति. अतः अत्र षित् इत्युक्ते तिङ्षित् सार्वधातुकम् इत्यनेन तिङ् इत्युक्ते प्रत्ययः, षित् अपि प्रत्ययः अस्ति. शकारः इत् यस्य सः, यस्मिन् प्रत्यये शकारस्य इत् संज्ञा अस्ति. सः शकारः आदौ भवेत्, मध्ये भवेत्, अन्ते भवेत् इति किमपि नास्ति, यत्र कुत्रापि भवितुम् अर्हति. अतः तिङ्क्षित् सार्वधातुकं. तदनन्तरम् आर्धधातुकं शेषः इत्यत्र आर्धधातुकम् इत्यस्य कः अर्थः, कस्य उल्लेखः अस्ति? प्रत्ययस्य एव. सत्यम्, अत्रापि प्रत्ययस्य एव उल्लेखः. अतः अष्टाध्यायं सर्वत्र सार्वधातुकम् आर्धधातुकम् इति वदामः चेत् प्रत्ययस्य एव उल्लेखः. अपि च अत्र इतोपि स्मर्तव्यः अंशः कः इति चेत्, न केवलं केवलं सार्वधातुकम् इत्युक्ते न केवलं प्रत्ययस्य उल्लेखः, अपि च कीदृशप्रत्ययः इति चेत् धातुतः विधीयमानः प्रत्ययः. धातुतः विधीयमानः प्रत्ययस्य एव नामकरणं सार्वधातुकः अथवा अर्धधातुकः इति भवति. प्रातिपदिकात् विधीयमानः प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः न भवति. किमर्थं न भवति? निमित्तं धातु. अत्र राहुल् महोदय वदति वा? क्षम्यतां, प्रश्नः राहुल् महोदय वदति वा? हा, अत्र अहम् उक्तवती सार्वधातुकप्रत्ययः इत्युक्ते धातुतः विधीयमानः प्रत्ययः एव, अर्धधातुकप्रत्ययः इति चेत् धातुतः विधीयमानः प्रत्ययः एव, न तु प्रातिपदिकात्. तर्हि कथं जानीमः? तत् प्रायः अध्याये, तृतीय अध्याये सर्वे सर्वे सर्वाणि सूत्राणि प्रत्ययधातोः विधानि. समीचीनं, बहु समीचीनं, तथैव अस्ति. कथं जानीमः इति चेत् तत्र तृतीय अध्याये एव सार्वधातुकम् अर्धधातुकम् इति नामकरणम् अस्ति तृतीय अध्याये. अतः तृतीय अध्याये यः प्रत्ययः विधीयते सः प्रत्ययः धातुतः एव विधीयते. अतः तत्र सार्वधातुकनामकरणम् अर्धधातुकनामकरणं प्रत्ययस्य केवलं धातुतः विधीयमानप्रत्ययस्य एव. अत इत्युक्ते अत्र प्रातिपदिकात् सुप्रत्ययः विधीयते, रामयोगः सु. अत्र तु सुप्रत्ययः अर्धधातुकः अपि नास्ति, सार्वधातुकः अपि नास्ति, यतोहि धातुतः न विधीयते. नो चेत् तत्र भ्रमः भवितुमर्हति. अर्धधातुकं शेषः इत्यनेन सुऔजस् अमौक्षस् इत्यादयः सुप्रत्ययः अपि अर्धधातुकः वा इति भ्रमः भवितुमर्हति. परन्तु अर्धधातुकः नास्ति, यतोहि धातोः इत्यस्य अधिकारे एव सार्वधातुकप्रत्ययः अथवा अर्धधातुकप्रत्ययः अस्ति. अस्तु, अग्रे सरेम. इदानीम् इमे द्वे नामानि केषां भवतः? अत्र सुमन् भगिनी पठति वा? श्रूयते भगिनी. हा, वदतु. हा, इमे द्वे नामानि केषां भवतः? यत् तिङ् च षित् च भवति तस्य नाम सार्वधातुकम्, अपि च यत् तिङ् षित् न च नास्ति तस्य नाम आर्धधातुकम्. अस्तु, किन्तु यत् नाम किं, कस्य नाम भवति सार्वधातुकं, पुनः कस्य आर्धधातुकम्? अस्य प्रश्नस्य उत्तरार्थम् उपरितनसूत्रद्वयं कस्मिन् अध्याये इति द्रष्टव्यं. द्वे अपि सूत्रे तृतीय अध्याये, अस्मिन् अध्याये केषां सूत्राणाम् अधिकारः? अग्रे पठामि वा इदानीं विवरणं करोमि? हा, विवरणं करोतु. अस्तु, इदानीं तु भवत्या उक्ता खलु, तिङ् च तिङ् षित् भवति चेत् सार्वधातुकम् इति, नो चेत् सार्वधातुकं नास्ति चेत् आर्धधातुकं, किन्तु कस्य विशेषणं भवति आर्धधातुकं सार्वधातुकं? विशेषणं भवति प्रत्ययस्य विशेषणम्, अपि च इदानीं तु प्रश्न उदेति कीदृशप्रत्ययस्य, ये प्रत्ययाः ये धातुतः विद्यते तेषां नाम भवति सार्वधातुकम् अथवा आर्धधातुकम्। इदानीं कथं ज्ञातुं शक्नुमः चेत् वयं पश्यामः चेत् एतत् एतानि सूत्राणि तृतीय अध्याये अस्ति, तत्र धातु सूत्रस्य धातु अस्य अधिकारः अस्ति, अतः इदानीं धातुतः विद्यमानाः प्रत्ययाः सार्वधातुकम् अथवा आर्धधातुकम् इति। अस्तु, समीचीनं समीचीनम्। अग्रे तत्र त्रीणि अधिकारसूत्राणि पठतु। प्रत्यय अधिकार अस्ति तृतीयाध्याये, चतुर्थ अध्याये, पञ्चमाध्याये, सर्वत्र प्रत्ययस्य अधिकार अस्ति। परश्च तदपि अधिकारसूत्रं, तस्य अपि अधिकारः तृतीय, चतुर्थ, पञ्चमे पञ्चम अध्याये अध्यायाः अस्ति। धातोः तस्य अधिकारः, तदपि अधिकारसूत्रं, तस्य अधिकारः तृतीय अध्याये एव अस्ति। सत्यं, समीचीनम्। अत्र सर्वे पश्यन्तु, अत्र त्रीणि अधिकारसूत्राणि सन्ति, प्रत्ययः, परश्च, धातोः, त्रीणि अपि तृतीय अध्याये एव सन्ति। परन्तु प्रत्ययः इत्यस्य अधिकारः कुतः पर्यन्तम् इति चेत्, प्रत्ययः इति सूत्रस्य इति अधिकारसूत्रस्य अधिकारः तृतीयाध्याये अस्ति, चतुर्थाध्याये अस्ति, पञ्चमाध्याये अस्ति। इत्युक्ते तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये च प्रकृतितः यत् विधीयते, प्रकृतितः यः विधीयते, तस्य नाम अस्ति प्रत्ययः। तर्हि तृतीयाध्याये धातुतः प्रत्ययः विधीयते, धातुः एव प्रकृतिः अस्ति, अतः धातुतः प्रत्ययः विधीयते। चतुर्थाध्याये, पञ्चमाध्याये प्रातिपदिकात् अथवा सुबन्तात् प्रत्ययः विधीयते। चतुर्थाध्याये, पञ्चमाध्याये सुबन्तविषये पठामः, सुप्रत्ययानां विषये, तद्धितप्रत्ययानां विषये, अपि च स्त्रीप्रत्ययानां विषये तत्र चतुर्थाध्याये, पञ्चमाध्याये च पठामः। तृतीयाध्याये केवलं तिङ्प्रत्ययः, कृत्प्रत्ययः, विकरणप्रत्ययः, अपि च सनादिप्रत्ययः इत्यस्मिन् विषये तृतीयाध्याये वयं पठामः। अस्तु, तदनन्तरं द्वितीयम् अधिकारसूत्रमस्ति परश्च। परश्च इति सूत्रं स्पष्टीक्रियते, प्रकृतितः एव, प्रकृतेः परे एव प्रत्ययः विधीयते इति अधिकारसूत्रम्। एतस्य अधिकारः अपि तृतीयाध्याये, चतुर्थाध्याये, पञ्चमाध्याये च भवति। तदनन्तरं तृतीयं सूत्रमस्ति धातोः। धातोः इति सूत्रम् इति अपि अधिकारसूत्रमस्ति, एतस्य अधिकारः तृतीयाध्याये अस्ति। धातोः इत्यस्य अधिकारः केवलं तृतीयाध्याये अस्ति, न तु चतुर्थाध्याये अथवा पञ्चमाध्याये, यतोहि चतुर्थाध्याये, पञ्चमाध्याये प्रातिपदिकात् इत्यस्य अधिकारः अस्ति। अस्तु, अग्रे इतोपि अग्रे पूर्णेन्दुमहोदय पठति वा? आं भगिनि, एभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते, अपि च तस्य नाम प्रत्ययः, अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम, तादृशः च प्रत्ययः, प्रत्ययस्य नाम तादृशः च प्रत्ययः यः धातुभ्यः विधीयते, अनेन उत्तरं प्राप्तम्। अष्टाध्यायां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम। अत्र अधिकारसूत्रैः अवगच्छामः। अत्र त्रीणि अधिकारसूत्राणि वयं पठितवन्तः, प्रत्ययः परश्च धातुः इति त्रीणि अधिकारसूत्राणि। एभिः अधिकारसूत्रैः अवगच्छामः यत् तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते। धातुः इति अधिकारसूत्रस्य अधिकारः तृतीयाध्यायस्य प्रथमपादस्य द्वादशसूत्रात् आरभ्य तृतीयाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तम् अस्ति। अतः अत्र तृतीयाध्याये यस्य कस्यापि विधानं भवति सः धातुभ्यः विधीयते। एतेभ्यः सूत्रेभ्यः यानि कार्याणि भवन्ति अथवा विधानं भवन्ति तत्सर्वं धातुभ्यः एव विधीयते। अपि च तस्य नाम प्रत्ययः धातु प्रकृतेः परं यः विधीयते तस्य नाम प्रत्ययः। अत्र धातुः प्रत्ययः प्रकृतिः भवति, धातुः परं यत्किमपि विधीयते, यः कोऽपि विधीयते तस्य नाम प्रत्ययः। अतः सार्वधातुकं च आर्धधातुकं च इति प्रत्ययस्य नाम। किञ्चित् सार्वधातुकम् आर्धधातुकं शेषः, एते द्वे सूत्रे तृतीयाध्यायस्य चतुर्थपादे स्तः। अतः सार्वधातुकम् आर्धधातुकम् इति प्रत्ययानाम् एव नाम। तादृशश्च प्रत्ययः यः धातुभ्यः विधीयते, तादृशः च प्रत्ययः यः धातुभ्यः विधीयते, अनेन उत्तरं प्राप्तम्। अनेन किञ्चित् सार्वधातुकम् अपि च आर्धधातुकं शेषः इति सूत्रेण उत्तरं प्राप्तं यत् प्रत्ययानां नामकरणम् एव सार्वधातुकम् अथवा आर्धधातुकम्। अष्टाध्यायां सार्वधातुकं च आर्धधातुकं च प्रत्ययानाम् एव नाम। आम्, एतत् नामद्वयम् अष्टाध्यायाम् एव अस्ति, प्रत्ययानां कृते नामकरणम् अस्ति। समीचीनं समीचीनं समीचीनम्। अस्तु, तर्हि अग्रे ललिता भगिनी पठति वा? आं भगिनि। सार्वधातुकधातुः नाम कः? आर्धधातुकधातुः नाम कः? धातूनाम् एतादृशनामकरणं किमपि नास्ति एव। धातोः विभजनं सार्वधातुकत्वेन आर्धधातुकत्वेन च न क्रियते। सार्वधातुकधातु इति आर्धधातुकधातु इति नामकरणं नास्ति एव। प्रत्ययानां नाम अस्ति सार्वधातुक आर्धधातुक, न तु धातूनाम् इति उक्तम्। हा, समीचीनं समीचीनं भगिनि, अग्रे पठतु। सार्वधातुकप्रत्ययः नाम कः? आर्धधातुकप्रत्ययः नाम कः? यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा षित् अस्ति स च प्रत्ययः सार्वधातुकः। तिङ् षित् सार्वधातुकम् इति सूत्रम्। सार्वधातुकप्रत्ययः नाम कः? आर्धधातुकप्रत्ययः नाम कः इति चेत्, कः प्रत्यय यः प्रत्ययः धातुभ्यः विधीयते तत् सार्वधातुकम् आर्वधातुकम् इति विभज्यं क्रियन्ते। तिङ्क्षित् सार्वधातुकम् इति सूत्रेण तिङ् प्रत्ययः अस्ति अथवा षित् प्रत्ययः अस्ति चेत् सार्वधातुकं भवति, शेषः आर्धधातुकं भवति. अग्रिमवाक्यमपि पठतु. यः प्रत्ययः धातुभ्यः विद्यते अपि च न तिङ् न वा षित् अस्ति सः च प्रत्ययः आर्धधातुकः. आर्धधातुकं शेषः इति सूत्रम् अस्ति. यः प्रत्ययः तिङ् नास्ति अथवा षित् नास्ति आर्धधातुकः शेषः इति सूत्रेण तत् प्रत्ययानां नामकरणम् आर्धधातुकम् अस्ति. समीचीनं. तु आहत्य अत्र किं बुद्धम् इति अवबुद्धम् इति चेत् सार्वधातुकम् आर्धधातुकम् इति प्रत्ययस्य नामकरणमस्ति, न तु धातोः नामकरणं. सार्वधातुकप्रत्ययः इत्युक्ते यः प्रत्ययः तिङ् अथवा षित् धातुभ्यः विधीयते तादृशप्रत्ययः सार्वधातुकप्रत्ययः. यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति धातुतः एव विधीयते तादृशप्रत्ययः आर्धधातुकप्रत्ययः, आर्धधातुकं शेषः इति सूत्रेण इति. तत्र किमपि नूतनं नास्ति, पूर्वमेव अवगतमासीत्. हा सत्यम्. अस्तु अग्रे गोमती भगिनी पठति वा? पठामि भगिनी. संशय किं लृट् लकारे स्य इति प्रत्ययः आयाति तत् आर्धधातुकप्रत्यय इति वदामः, परन्तु तत्तु धातुतः न विधीयते. धातुतः एव अस्ति खलु? तद् लृट् अस्ति इति कृत्वा आयाति खलु? लृट् लकारं लृट् लकारः अस्ति इति कृत्वा धातुतः विधीयते. लृट् निमित्तीकृत्य लृट् लकारं निमित्तीकृत्य धातुतः एव विधीयते. किमर्थं सा धातुतः न विद्यते इति वदति? लकारतः विद्यते इति न न लकारतः न विद्यते इत्युक्ते लकारतः विद्यते चेत् लकारस्य अनन्तरम् आयाति खलु? न न लकार लकारं निमित्तीकृत्य लकारं निमित्तीकृत्य विधीयते धातुतः एव. अस्तु धातुतः धातोः इत्यस्य अधिकारः अस्ति. अत्र अत्र तृतीयदे प्रथमपादे द्वाविंशतितमं सूत्रमस्ति धातोः, तर्हि तस्य अधिकारः अत्र अस्ति इति कृत्वा धातुतः विधीयते. निमित्तमेव लृट्लकारनिमित्तम् अस्ति इति कृत्वा धातुतः स्य इति प्रत्ययः विधीयते. अस्तु अस्तु अग्रे गोमती भगिनी. सार्वधातु लकारः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्तृक सार्वधातुकप्रत्ययस्य साक्षात् दृश्यते तस्मिन् लकारे कर्तरि शप् इत्यनेन शप् विधीयते, अपि च तदर्थमेव स च लकारः सार्वधातुकः. तदर्थं किम् इति चेत् शपविधानम् एव सार्वधातुकलकारः इति नामकरणस्य निमित्तं. वयं सार्वधातुकलकारः इति नूतनपदं पश्यामः. इदानीं सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः इति चिन्तयामः. अत्र सार्वधातुकलकारः इति पदं धातोः अनन्तरं कर्त्रर्थे सार्वधातुकप्रत्ययः दृश्यते तस्मिन् लकारे कर्तरि शप् इति सूत्रं प्रवर्तते. कर्तरि शप् तृतीय अध्याये अस्ति. तृतीय अध्याये धातोः अनन्तरम् अप्रत्ययः विधीयते. अत्र शप् विधीयते. तदर्थमेव लकारः सार्वधातुकः. यस्मिन् प्रत्यये यस्मिन् धातोः शप् प्रत्ययः विधीयते ते धातवः सार्वधातुकः. न धातवः सार्वधातुकः इति नास्ति. येषु लकारेषु सार्वधातुकलकारः सोरि शपविधानत्वेन एव सार्वधातुकलकारः इति नामकरणं भवति. सर्वधातुलकारः इति नूतनं पदं पठामः. सत्यम्. इत्युक्ते एतावता अत्र किम् अधीतम् इति चेत् अत्र पूर्वस्मिन् करपत्रे सार्वधातुकलकारः इति इत्युक्ते धातुना तिङ् प्रत्ययः साक्षात् दृश्यते इति उक्तं तत्र प्रथमसोपाने. धातुना तिङ् प्रत्ययः दृश्यते इति उक्तं. तत्र इतोपि शास्त्रीयरीत्या चिन्तनं कुर्मः चेत् तस्य अर्थः कः इति चेत् धातोः अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः साक्षात् दृश्यते चेत् कर्तरीशप् इत्यस्य प्रसक्तिः भवति. यत्र यत्र कर्तरीशप् इत्यस्य प्रसक्तिः भवति तादृशलकारः सार्वधातुकलकारः. कुत्र एतादृशसन्दर्भः इति चेत् यत्र धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति कर्त्रार्थे अस्ति. इदानीम् अत्र उदाहरणार्थं वदामि. वद्योगः, इदानीं वद्योगः लट्लकारः अस्ति चेत् कथं भवति इति जानीमः, वदति इति रूपं. तत्रापि वद्योगः ति इति अस्ति, लटः स्थाने ति. धातुना तिङ् प्रत्ययः दृश्यते, सः तिङ् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, यतोहि तिङ्क्षित् सार्वधातुकम् इति नेन तिङ् प्रत्ययः सार्वधातुकः अपि च कर्त्रार्थे अस्ति इति कृत्वा तत्र कर्तरि शप् विधीयते, यतोहि शप् इत्यस्य निमित्तं सार्वधातुकप्रत्ययः कर्त्रार्थे इति अस्ति. इदानीं वद्योगः शत्रुप्रत्ययः, वद्योगः शत्रुप्रत्ययः. इदानीं तत्र वद्योगः शत्रुप्रत्ययस्य सन्दर्भे अत्र चिन्तनं किं भवति? वद्योगः शत्रु. उमा भगिनी वदतु. वद् शत्रुप्रत्ययः कीदृशप्रत्ययः अस्ति वा उमा भगिनि? अस्मि भगिनि. शत्रुप्रत्ययः कीदृशः? शत्रुप्रत्ययः सार्वधातुकप्रत्ययः. किमर्थं? शप् शकारः अस्ति, शकारः अपि अस्ति, तिङ्क्षित् सार्वधातुकम्. तिङ्क्षित् सार्वधातुकं, शत्रुप्रत्ययः सार्वधातुकप्रत्ययः अस्ति, यतोहि षित् अस्ति, शकारस्य इच् संज्ञा भवति. शत्रुप्रत्यये लशक्वत् अधीते इति सूत्रेण शकारस्य इच् संज्ञा अस्ति, अतः शत्रुप्रत्ययः षित् इति कृत्वा सार्वधातुकप्रत्ययः अस्ति. अपि च शत्रुप्रत्ययः कर्त्रार्थे अस्ति वा? कर्तार्थे नास्ति. न, शत्रुप्रत्यय कर्तरिप्रयोगे भवति वा? शत्रुप्रत्ययः कर्त्रार्थे एव अस्ति, अतः शत्रुप्रत्ययः न केवलं सार्वधातुकप्रत्ययः अपि च कर्त्रार्थे अपि अस्ति, अतः तत्रापि कर्तरीशप् इत्यस्य प्रसक्तिः भवति. यद्यपि तत्र तिङ् प्रत्ययः नास्ति, शत्रुप्रत्ययः तिङ् प्रत्ययः नास्ति, तथापि तत्र धातोः अनन्तरं सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति इति कृत्वा तत्रापि शप् इत्यस्य प्रसक्तिः भवति. अतः वद्योगः शप् योगः अत्, शत्रुप्रत्ययस्य अत्, अतः वद्योगः अयोगः अत्, वदत् इति रूपं निष्पन्नं भवति. किमर्थम् एतस्मिन् विषये वदन्ती अस्मि इति चेत् कर्तरि शप् इति सूत्रे, भगिनि कृपया म्यूट् करोतु भगिनि, कर्तरि शप् इति सूत्रे तत्र सूत्रस्य निमित्तमस्ति कर्त्रार्थकसार्वधातुकप्रत्ययः. धातुतः विद्यमानः यः प्रत्ययः सार्वधातुकः अथवा कर्त्रार्थे अस्ति तर्हि विकरणप्रत्ययः शप् इति विकरणप्रत्ययः विधीयते. तादृशसन्दर्भः न केवलं तिङ्प्रत्ययेषु अस्ति, यतोहि कर्तरि शप् इति सूत्रे सार्वधातुकप्रत्ययः इत्येव उक्तः, अतः यः कोऽपि सार्वधातुकप्रत्ययः भवितुमर्हति, तिङ्प्रत्ययः अथवा षित् प्रत्ययः. षित् प्रत्ययः अस्ति चेदपि तत्र शप् प्रत्ययः भवितुम् अर्हति इति अत्र मनसि भवेत्. तर्हि इदानीं सूत्रं पठामः, कर्तरि शप् इति सूत्रं पठामः. अस्तु, राहुल् महोदय पठति वा? भगिनि, एकः संशयः. वद अत् वदात् आयाति न? वदात् इति न भवति तत्र अतो गुणे इति अन्यत् सूत्रमस्ति अन्यत् सूत्रमस्ति अतो गुणे इति अन्यत् सूत्रमस्ति येन पररूपादेशः भूत्वा वदत् इति रूपम् अस्तु अस्तु अस्तु राहुल् महोदय अग्रे पठतु कर्तृर्थे कर्तृशप् कर्तृर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति अत्र कर्तृर्थे कर्तृप्रयोगे इति बोध्यं भावे कर्मणि च शप् प्रत्ययः न विधीयते अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः कर्तरि शप् इति सूत्रं तृतीय अध्याये अस्ति एतस्य सार्वधातुक यत्र वयं सार्वधातुकप्रत्ययः यत्र सन्ति तत्र शप् प्रत्ययः विधीयते तत्र कुत्र विधीयते इत्युक्ते कर्तृप्रयोगे न तु कर्मणि प्रयोगे कर्मणि प्रयोगे शप् प्रत्ययः न विधीयते अतः पूर्व अनुवृत्तिसहितसूत्रमस्ति कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः अतः कर्तरिप्रयोगे सार्वधातुके परे धातोः परश्च शप् प्रत्ययः विधीयते इति अग्रिमं पठामः हा बहु समीचीनं महोदय एकञ्चित् चिन्तनं कुर्मः एतावता सार्वधातुकलकारः इति चेत् धातुना तिङ् प्रत्ययः दृश्यते दृश्यते इति उक्तं वारं वारं तादृश अर्थः कथं निष्पन्नः तत्र किमर्थम् एतादृश अर्थः उक्तः सार्वधातुकलकारः इत्युक्ते धातुतः तिङ् प्रत्ययः साक्षात् धातुना तिङ् प्रत्ययः साक्षात् दृश्यते इति उक्तं तादृश अर्थः कथं निष्पन्नः इति चेत् कर्तरि शप् इति सूत्रात् एव तादृश अर्थः निष्पन्नः इदानीं कर्तरि शप् इति सूत्रस्य अर्थः कः इति चेत् कर्त्रार्थे सार्वधातुकप्रत्यये परे धातुतः शप् प्रत्ययः भवति इति उक्तं तर्हि शप् प्रत्ययस्य निमित्तं किं कदा शप् प्रत्ययः भवति इति चेत् धातोः साक्षात् अनन्तरं सार्वधातुकप्रत्ययः अस्ति सः प्रत्ययः कर्त्रार्थे अस्ति तत् कुत्र भवति इति चेत् यदा अत्र वद्योगः ति इति अस्ति वद् इति धातुः अस्ति ति इति प्रत्ययः अस्ति ति इति प्रत्ययः सार्वधातुकः अस्ति कर्त्रार्थे अस्ति इति कृत्वा कर्तरि शप् इत्यस्य निमित्तं पूरितम् इति कृत्वा तत्र वद्योगः शप् योगः ति तदेव तत्र सरलरीत्या वद् वक्तुमिच्छामः चेत् धातुना तिङ् प्रत्ययः दृश्यते इत्यस्य अर्थः कः इति चेत् तिङ् प्रत्ययं निमित्तीकृत्य धातोः अनन्तरं शप् प्रत्ययः भवति कदा भवति यदा तिङ् प्रत्ययः सार्वधातुकः अस्ति अपि च कर्त्रार्थे अस्ति तदानीम् एव शप् प्रत्ययः भवति इदानीं वद्योगः ते इति अस्ति इति चिन्तयतु वद्योगः ते इदानीं ते इति प्रत्ययः अपि सार्वधातुकः अस्ति आत्मनेपदी प्रत्ययः अस्ति ते वद्योगः ते इदानीम् अहं वदामि ते इति प्रत्ययः सार्वधातुकः अस्ति अपि च अस्माकम् अग्रिमप्रश्नः कः इति चेत् सः प्रत्ययः कस्मिन् अर्थे अस्ति कर्त्रार्थे अस्ति वा कर्मण्यर्थे अस्ति वा इति प्रश्नः यदि अहं वदामि वद्योगः ते अत्र ते इति प्रत्ययः सार्वधातुकप्रत्ययः परन्तु कर्मण्यर्थे अस्ति इति वदामि तर्हि तस्मिन् सन्दर्भे अत्र शप् इति भवति वा राहुल् महोदय न भवति हा न भवति सत्यं न भवति किमर्थम् इति चेत् सूत्रे कर्त्रार्थे इति उक्तं कर्मण्यार्थे नास्ति अतः अत्र प्रत्ययस्य अर्थः कः इत्यपि ज्ञातव्यः भवति कर्तरर्थे इत्युक्ते कर्तरिप्रयोगे इति अर्थः कर्तरिप्रयोगे सार्वधातुकप्रत्ययः धातोः अनन्तरम् अस्ति चेत् शप् विकरणप्रत्ययः विधीयते इति उक्तं तर्हि तत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः इत्युक्ते कर्तरि सार्वधातुके इति तयोः विशेषणविशेष्यभावः अस्ति तर्हि तत्र विशेष्यं किम् अस्ति महोदय सार्वधातुके हा सार्वधातुके इति कस्य विशेषणं धातोः विशेषणं न प्रत्ययस्य विशेषणं हा तर्हि आहत्य अत्र प्रत्ययः एव विशेष्यम् अस्ति सार्वधातुकः इति अपि विशेषणं कर्तरि इत्यपि विशेषणं तर्हि कीदृशप्रत्ययः इति चेत् सार्वधातुकप्रत्ययः, पुनः कीदृशः कर्त्रर्थे अस्ति तादृशप्रत्ययः अस्तु. तादृशप्रत्ययः धातोः परे अस्ति चेत् शप् प्रत्ययः भवति. एतस्य सूत्रस्य अर्थः मनसि स्पष्टतया भवेत्, तदानीमेव सार्वधातुकलकारः अर्धधातुकलकारः इति स्पष्टतया अवबुध्यते. अस्तु, कोऽपि प्रश्नः वा? भगिनी, सार्वधातुके एक सूत्र अस्ति, सार्वधातुके यत् सूत्र, तर्हि एव कर्मणि भावे सम्बन्धे वदतु. सत्यं सत्यं, सार्वधातुके यत् इति भिन्नं सूत्रमस्ति, अत्र न दत्तं. कर्मण्यर्थे अस्ति चेत् अथवा भावार्थे अस्ति चेत् धातोः अनन्तरं सार्वधातुकप्रत्ययः कर्मण्यर्थे अथवा भावार्थे अस्ति तर्हि यक् इति प्रत्ययः भवति. तत्र भिन्नं सूत्रमस्ति सार्वधातुके यक् इति सूत्रं, परन्तु अत्र तु कर्तरि शप् इति सूत्रं भवति, अत्र कर्त्रार्थे सार्वधातुकप्रत्ययः अस्ति. अस्तु अस्तु, तर्हि अग्रे सूर्यकुमारी भगिनी पठति वा? भगिनि, भूयोगः लट् भूयोगः लकारः टकारः लोपः भवति. भूयोगः तिप् लकारस्थाने तिप् आयाति. तिप् कर्तार्थकः सार्वधातुकः च, अतः कर्त्री सेप् इत्यनेन सेप् आयाति. भूयोगः सेप् योगः तिप् तदर्थं विवक्षे लट् आयाति भूत भू धातुतः लट् स्थाने तिप् आयाति. तिप् कर्तार्थक सार्व कर्तार्थकः अपि च सार्वधातुकः च, अतः कर्तरि सप् आयाति इत्यनेन भूयोगः सप् योगः तिप्. बहु समीचीनं, तथैव अत्र अस्ति. अत्र यथा तत्र वद् धातोः विषये अस्माभिः दृष्टमासीत्, तत्र भूयोगः लट् इति विवक्षा अस्ति, तर्हि लटः स्थाने तिप् प्रत्ययः आयाति. इदानीं भू इति धातोः साक्षात् अनन्तरं तिङ् प्रत्ययः अस्ति, भू धातुना तिङ् प्रत्ययः दृश्यते इत्यस्य अर्थः अस्ति. तिङ् प्रत्ययः सार्वधातुकप्रत्ययः कर्त्रार्थे अपि अस्ति इति कृत्वा शप् प्रत्ययः भवति. इत्युक्ते येषु येषु लकारेषु एतादृशसन्दर्भः अस्ति, धातोः साक्षात् अनन्तरं कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति, तत्र तत्र सर्वत्र गणनिमित्तिकविकरणप्रत्ययः आयाति. इत्युक्ते कर्तरि शप् आगच्छति, नो चेत् धातुः कस्मिन् गणे अस्ति इति ज्ञात्वा शपं प्रबाद्य अन्यविकरणप्रत्ययः अपि आगन्तुं शक्नोति. अस्तु, अग्रे रमा भगिनी पठति वा? अस्ति वा भगिनि? अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः अतः कर्तरि शप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति, लटि लोटि लङ्गि विधिलिङ्गि च. एतादृशी स्थितिः नाम का? धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते, यथा भू योगः तिप् भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, अतः तिप् साक्षात् दृश्यते. अस्मिन् क्रमे अर्थात् धातुः तिप् योजयितुं समये सार्वधातुक प्रत्ययः साक्षात् दृश्यते धातोः पुरतः. धातोः प्रत्ययः मध्ये किमपि नास्ति, अतः कर्तरि शप् इत्यस्य अवसरः अस्ति. कर्तार्थे चतुर्षु लकारेषु लटि लोट् लङ् विधिलिङ् लट् लोट् लङ् विधिलिङ् चतुर्षु लकारेषु मध्ये अन्य कोऽपि प्रत्ययः न आगच्छति. लिट् लकारे स्य आगच्छति, अतः तादृश प्रत्ययः अत्र न आगच्छति लट् लट् लोट् लङ् विधिलिङ् मध्ये. अतः सर्वे चतुर्षु लकारेषु धातोः प्रत्यये मध्ये किमपि व्यवधानं नास्ति. व्यवधानमित्युक्ते बाधा नास्ति. अस्तु भगिनि, समीचीनं. सर्वैः बुद्धं खलु? कोऽपि प्रश्नः वा? वारं वारम् उक्तमस्ति. अवगतं भगिनि. हा, समीचीनं. तर्हि अत्र स्थगयामः, अग्रिमसप्ताहे अग्रे सर्तुं शक्नुमः. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. धन्यवादः भगिनि. शुभ